पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 102 यम उवाच ततस्तु करुणावार्धिस्तेषां शोकेन पीडितः भूपति श्रीहरेर्दूदान्विनयेनाहवाटव ऐश्वर्यस्याभिजात्यस्य गुणानां सुकृतस्य च सन्दफलं हि गण्यन्ते यद्भेदपरिरक्षणं यद्यस्ति सुकृतं किञ्चिन्मम तेनैव जन्तवः स्वर्गे गच्छन्तु मुक्तौखाः स्थाने तेषां वसाम्यहं एवं भूपवच श्रुत्वा तस्य सत्यवदोहिते ध्यायन्तः सत्यमौदार्यमब्रुवंस्ते वचो नृपं दूदा ऊचु अनेकतव कारुण्यकर्मणा वचसा नृप बभूव वृद्धिर्धर्मस्य सञ्चितस्य विशेषतः स्नानं दानं जपो होमस्तपो देवार्चनाधिकं कृतं यन्माधवे मासि तदनन्दफलं विदुः स्वर्गे यज्वा च दादा च क्रीडदे त्रिदशैसः वापीषु हेमपद्मासु कल्पवृक्षतलेऽपि च गीयमानो मुदं यादि गीर्वाणरमणीगणैः जलान्नदानदो लोकं लभते वारुणं शुभं कुलानि हेलया सप्त सन्तारयदि गोप्रदः हयं दत्त्वा रवेर्लोकं यादि विद्या प्रदो नरः ब्रह्मलोकं तदा हेम दानाद्यादिसुरालये यो ददादि तथा कन्यां विष्णुलोकं स गच्छति माधवे मासि यस्नात्वा दत्त्वा सम्पूज्य माधवम् अवाप्य सकलान् कामान् प्रयादि पदमव्ययम् एकतोऽपि तपोदानक्रदु सुत्यादिका क्रियाः एकदो विधिवन्मासो माधवश्चरितो महान् तस्य माधवमासस्य दिनैकस्यापि भूपते कृतं यत्सुकृतं तत्ते सर्वदानाधिकं पुरा कारुण्येन दिनैकस्य पुण्यं देहि धरापदे निरये पच्यमानेभ्यो दुःखितेभ्यो दयानिधे न दया सदृशो धर्मो न दया सदृशं तपः न दया सदृशं दानं न दया सदृशसखा पुण्यदपुण्यमाप्नोति नरो लक्षगुणं सदा कारुण्येन विशेषात्ते धर्मवृद्धिस्तदो भवेद् दुःखितानां हि भूतानां दुःखोद्धर्ता नरो हि यः स एव सुकृती लोके ज्ञेयो नारायणांशजः वैशाखे मासि पूर्णायां स्नानदानादिकं त्वया यत्तीर्थे विहितं वीर सर्वाकविनिषूदनं तदेभ्यो देहि विधिवत् कृत्वा साक्ष्ये हरिं प्रभुं त्रिवाचिकं च निरयाद्ये नामी स्वर्ग माप्नुयाद कपोत्तार्थं स्वमांसानि कारुण्येन पुरा शिभिः दत्त्वा दयानिधिस्वर्गे राजते कीर्तिवारिधिः दधीचिरपि राजर्षिर्दत्त्वास्ति च यमात्मनः त्रैलोक्यकौमुदीं कीर्तिं लब्धवान् स्वर्गमक्षयम् सहस्रजिच्च राजर्षिप्राणानिष्ठान्महायशाः ब्राह्मणार्थे परित्यज्य गदो लोकाननुत्तमान् न स्वर्गे नापवर्गेऽपि तत्सुखं लभते नरः यदार्थजन्तुनिर्वाणदानोद्धमिति नो मदिः सर्वेषु दादृजादेषु पुरा जादोऽसि भूपते कर्मणानेन सङ्ख्यासु धीरधैर्यं नियोज्य च दृष्ट्वा तव धियं धर्म दया दानं सुनिश्चलम् अस्माभिरपि तूत्साहक्रियते धर्मवादिभिः यदि ते रोचते राजन्नविलम्बतया ततः तदेभ्यो देहि तत्पुण्यं यादनादुःखदाहकम् इत्युक्तः स तदा देवं कृत्वा साक्ष्ये गदाधरं तेभ्यस्त्रिवाचिकं पुण्यं दयावान्विधिना ददौ दत्ते माधवमासस्य तस्मिन्नेकदिनोद्भवे स्वकृते जन्दवे याम्य यादना परिवर्जिताः विमानवरमारूढा सर्वे ते त्रिदिवं ययुः प्रणमन्दस्तुवं तश्च पश्यं तस्तं प्रहर्षिताः नृपेण दत्तं तदवाप्य पुण्यं वैशाखमासैकदिनाभिजातम् सर्वे ययुस्ते नरकाद्विमुक्ता दिवं विमानाधिगदाहि चित्रं नूनं विचित्रो भुवि भूतवर्गसम्भूतभावो बहुधा विचित्रः तथा विचित्रोऽखिलकर्मयोगस्तत्कर्म शक्तिप्रचयो विचित्रः संस्थूयमानो मुनिदेवसङ्खैर्यस्तद्विशेषाधिकलब्धपुण्यः परं पदं योगिवरैरलभ्यं ययौ जगन्नाथगणाभिवन्द्यः इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये द्विव्युत्तर शततमोऽध्यायः ॐ